अस्तु, तर्हि द्रव्यनिरूपणं समाप्य इदानीं गुणनिरूपणस्य आरम्भं कुर्मः. तर्हि अद्य प्रथमं गुणं रूपम् इति तस्य निरूपणविषये आरभामहे. तत्पूर्वं द्रव्यनिरूपणप्रसङ्गे प्रश्नाः सन्ति वा? सन्ति चेत् इदानीं पृच्छतु, किञ्चित् चर्चां कर्तुं शक्नुमः, तदनन्तरम् अग्रे गन्तुं शक्नुमः. एकं पदम् अस्ति, निकषः. निकषः अर्थं किम्? निकषः इत्युक्ते तत्र अस्तु, तर्हि तत्र चिन्तयतु, वयं किमपि तत्र सोपानम् अस्ति इति चिन्तयतु, तर्हि तत्र अन्तिमसोपानम् इति तत्र निकषः इत्युक्ते तत्र निगमनम् इति वक्तुं शक्नुमः, अथवा तत्र सोपानम् इति अपि वक्तुं शक्नुमः. तत्र यदा तत्र कार्यकारणविषये अपि वदामः, तत्र कारणम् इति, तत्र कारणं किम् इति वक्तव्यं चेत् तत्र निकषत्रयम् इति वदामः खलु. निकषत्रयम् इत्युक्ते तत्र परीक्षात्रयम् इति अपि चिन्तयितुं शक्नुमः. तत्र तत्र परीक्षात्रयं कृत्वा तस्य समाधानं प्राप्यते चेत् तद् कारणम् इति वयं वक्तुं शक्नुमः इति अस्ति खलु, तदेव निकषः. अस्तु अस्तु भगिनि. अस्तु, अन्यप्रश्नानि किम सन्ति वा? अस्तु, इदानीं केन आगतम्? नमस्ते भगिनि, रामप्रिया अस्मि. ओ, नमस्कारः भगिनि. श्रूयते किल? हां, सम्यक्तया श्रूयते. भारते अस्ति वा? आम् आम्. आं, बहु सम्यक् अस्ति भगिनि, उत्तमं. तर्हि इदानीं गुणनिरूपणस्य आरम्भं कुर्मः. तर्हि तत्र बालसुब्रह्मण्यं महोदय, भवान् एव आरम्भं करोति वा? द्विसप्ततितमे पुटे गुणनिरूपणम् इति भागः. एतावता गुणनिरूपणम् एतावता ग्रन्थेन नवद्रव्याणि निरूपितानि. सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिमं रूपं लक्षण विभागाभ्याम् आह. इत्युक्ते किं? किञ्चित् प्रतिपादयित्वा अग्रे वदतु. नव द्रव्याणि निरूपितानि एता इतः पूर्वं क्रमप्रकारं गुणनिरूपणं पठितव्यम् इदानीम्. आदिमरूपं, आदिमम् इत्युक्ते गुणनिरूपणे आदिमं रूपं लक्षणविभागाभ्यां प्रथमपूर्व प्रथमं गुणं, तत्र गुणनिरूपणे प्रथमं रूपम् इति गुणं, तस्य निरूपणं तत्र लक्षणविभागाभ्याम् इति तत्र तृतीया विभक्ति द्विवचने खलु. तत्र इदानीं तत्र द्रव्यप्रसङ्गे लक्षणविभागः अभवत्, इदानीं गुणनिरूपणे लक्षणविभागम् इदानीम् उच्यते इति अत्र अस्ति. चक्षुर्मात्रग्राह्यो गुणो रूपम् इति रूपस्य लक्षणवाक्यं. चक्षुर्मात्रग्राह्यः गुणो रूपम्. पुनः वदामः न, अग्रे तत्र सम्पूर्णं पठित्वा. चक्षुर्मात्रग्राह्यो गुणोरूपं तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम्. पृथिवी जल तेजो वृत्ति तत्र पृथिव्यां सप्तविधम् अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि सो चतुर्मात्र चक्षुर्मात्रग्राह्यो गुणो रूपं सो रूपम् इति चक्षुः केवलं चक्षु रूपेणैव चक्षुषा चक्षुषा एव ग्रहीतुं ग्रहीतुं शक्यते उत्तमं तत् तावदेव तच्च शुक्लनीलपीत इत्यादि विविधानि सप्तवर् रूपाणि सन्ति रूपे सप्तविधानि सप्तभेदानि सन्ति रूपे सप्तप्रकारकः सप्तप्रकारकः कपिश किं कपिश कपिश इस् ब्रौन् नो कपिश हा सप्तविधं पृथिवी जल तेजो वृत्ति पृथिवी जल तेजः न जानामि महोदय वृत्ति नाम किं वृत्ति वर्तते इति वृत्ति इत्युक्ते पृथ्व्यां जले तेजसि वर्तते इत्युक्ते रूपम् इति गुणः गुणः तत्र स्मारणार्थं किञ्चित् वदामि तत्र द्रव्यं द्रव्यस्य अनन्तरं गुणः इति वयं क्रमेण आदौ दृष्टवन्तः खलु तर्हि तत्र गुणः द्रव्यस्य अनन्तरं गुणः आगच्छति यतोहि गुणः द्रव्ये तिष्ठति तर्हि गुणः द्रव्यमात्रवृत्तिः इति वयं पूर्वं दृष्टवन्तः तर्हि रूपमिति गुणः तत्र द्रव्ये इदानीं तत्र नवद्रव्याणि वयं नवद्रव्याणि कानि इति तेषां परिचयः अपि इदानीम् अस्माभिः कृतं कृतः तर्हि तत्र गुणविषये यदा वयं पूर्वम् आदौ पठितवन्तः तस्मिन् समये वयं पठितवन्तः गुणः द्रव्ये अस्ति परन्तु प्रत्येकं गुणः सर्वेषां सर्वेषु द्रव्येषु अस्ति इति न इत्युक्ते तत्र चतुर्विंशतिगुणाः सन्ति चेत् चतुर्विंशतिगुणाः पृथिव्याम् अस्ति चतुर्विंशतिगुणाः जले अस्ति चतुर्विंशतिगुणाः आकाशे चतुर्विंशतिगुणाः काले इति तथा नास्ति गुणः यः गुणः अस्ति सः द्रव्ये अस्ति परन्तु केषुचित् द्रव्येषु एव न तु सर्वेषु द्रव्येषु इति वयम् आदौ पठितवन्तः खलु तर्हि इदानीं रूपम् इति एकः गुणः रूपम् इति गुणः केषु द्रव्येषु वर्तते इति प्रश्ने सति तत्र पृथिव्याम् अस्ति जले अस्ति अपि च तेजसि अस्ति अन्येषु द्रव्येषु रूपम् इति गुणः नास्ति इति अत्र तदेव तत्र वार्ता धन्यवादः तत्र पृथिव्यां सप्तविधं स्वरूपः पृथिव्यां सप्तविधानि सन्ति अभास्वरशुक्लं जले पूर्वं पठितवन्तः भास्वरशुक्लं तेजसि इत्यादि इत्युक्ते सप्तविधम् इति यत् पूर्वं वयं दृष्टवन्तः तत्सर्वं पृथिव्याम् अस्ति तत्र द्वितीयवाक्ये अस्ति खलु तत्र रूपं सप्तविधम् इति तत्र सप्त विधानि कानि इति तत्र दत्तमस्ति. शुक्लं शुक्लम् आरभ्य तत्र चित्रं पर्यन्तं चित्रपर्यन्तं तत्सर्वं तत्र पृथिव्याम् अस्ति. तेजसि तु भास्कर शुक्लरूपम् अपि च जले अभास्वरशुक्लरूपम् अस्ति इति. किञ्चित् विप्रतिपत्तिः अस्ति अत्र द्वितीयवाक्ये शुक्लनीलपीत इत्यादि षड् रूपाणि एव सन्ति अस्मिन् वाक्ये. सत्तन शुक्लनीलपीतरक्तहरित तपिश चित्र चित्र चित्र इति रूपं वा न? हा चित्र इत्युक्ते तत्र भिन्नभिन्न रूपस्य संयोजनम् अस्ति चेत् तत् चित्र इति वदामः. इत्युक्ते किञ्चित् तत्र रक्तवर्णमस्ति, किञ्चित् कपिशः अस्ति, किञ्चित् हरितवर्णः अस्ति इति तथा अस्ति चेत् तस्य नाम अस्ति चित्र इति. साधु. भास्वर शुक्लं तेजसि. हा यत्र तत्र तेजसि तत्र तत्र किञ्चित् प्रकाशते खलु तत्र तत्र राजते तत् तदेव भास्वरशुक्लरूपं. यत्र तद् नास्ति तदस्ति अभास्वरशुक्लम् इति सत्यम् अस्तु. इह सम्पदाये मात्रपदस्य इतरयोगः व्यवच्छेदश्च अर्थः. सो अत्र सम्पूर्णः परिच्छेदः महोदय सम्पूर्णं परिच्छेदं इह सम्प्रदाये मात्रपदस्य इतरयोगः व्यवच्छेदस्य अर्थः. तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति. परन्तु ग्रहणक्लेशपरिचितपरिधिहीर्षुणा मया न एतदुच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्. एतल्लक्षणनिरूपणप्रकारश्च अस्मत्सम्मतः इत्थम्. एवं चेत् इह सम्प्रदाये मात्रपदस्य इतरयोगः व्यवच्छेदश्च अर्थः. अत्र लक्षणवाक्ये चक्षुर्मात्रग्राह्यो इति मात्रशब्दमुपयुज्य अन्यानि इन्द्रियाणि व्यवच्छेदः इत्युक्ते तत्र इतर इत्युक्ते अन्यैः खलु तत्र अन्यैः इन्द्रियैः योगः इत्युक्ते तत्र सम्बद्धः इति वयं चिन्तयितुं शक्नुमः. तर्हि व्यवच्छेदः इत्युक्ते भेदः इत्युक्ते मात्रपदेन तत्र अन्यैः इन्द्रियैः सह तस्य सम्बद्धः नास्ति. तत्र केवलं चक्षुः इति यदिन्द्रियम् अस्ति तेन द्वारा एव तस्य ग्राह्यं भवति इति तत्र रूपं तत्र चक्षुमात्रग्राह्यम् इति. इत्युक्ते चक्षुः इति यदिन्द्रियम् अस्ति तेन माध्यमेन एव तस्य ग्राह्यम्, अन्यैः इन्द्रियैः सह तस्य सम्बद्धः नास्ति, योगः नास्ति इति वार्ता. तस्मिन् च तत्तत् पदार्थ अन्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति. विविधानि पदार्थानि तत्तत् पदार्थानि इत्युक्ते तत्र यदा एकः यदा तं किमपि तत्र एकः शब्दः प्रयोगं कुर्मः अथवा वाक्यं वदामः चेत् तत्र वाक्यस्य अन्वयः भवति खलु, तत्र भिन्नभिन्नरीत्या वयं तस्य अर्थं स्वीकर्तुं शक्नुमः. इत्युक्ते तत्र यदा वयं रामः अन्नं खादति इति वदामः चेत् तत्र व्याकरणरीत्या वयं पश्यामः चेत् रामः इति कर्ता, अन्नम् इति कर्म, अपि च खादति इति क्रियापदं. तर्हि तत्र क्रिया अनुकूल तत्र व्यापारः अस्ति, क्रिया आश्रयः अस्ति रामः इति सर्वं वयं यदा वयं व्याकरणरीत्या पठामः चेत् तथा अर्थम् अवगन्तुं शक्नुमः. न्यायशास्त्ररीत्या चिन्तयामः चेत् तत्र रामः खादति इति अस्ति चेत् तत्र क्रिया आश्रय राम तस्य तद् निरूपितकर्म अस्ति अन्ने इति तथा वयं तत्र चिन्तयितुं शक्नुमः. तर्हि भिन्न तत्र शाब्दबोधकम् इति तत्र शब्दस्य अवगमनं भिन्नभिन्नरीत्या तस्य अर्थं अवगन्तुं शक्नुमः. परन्तु तत्र अग्रिमवाक्यं पश्यतु, परन्तु ग्रहणक्लेशपरिजिहीर्षिणा परिजिहीर्षुणा मया न एतत् उच्यते इति. इत्युक्ते तत्र ग्रहणक्लेश तत्र तथा तत्र किञ्चित् तया रीत्या वदामः चेत् तत्र ग्रहणक्लेशः भवति इति, तस्य परिहरणम् इत्युक्ते परिजिहीर्षिणा इत्युक्ते जिहीर्षिणा इत्युक्ते हर्तुमिच्छा, परिहर्तुं, हा तत्र सनन्तप्रयोगः खलु. तर्हि तत्र परिहर्तुम् इच्छुकः अस्ति कः अस्ति, मया इत्युक्ते तत्र देवदत्तपाटिल् महोदयः ग्रन्थकारः. तेन तत्सर्वं न अनुक्त्वा तत्र अन्येभ्यः ग्रन्थेभ्यः इत्युक्ते अन्य न्यायशास्त्रग्रन्थेभ्यः तत्सर्वम् अस्ति इति उक्त्वा अग्रे गच्छति तावदेव. एतन् लक्षणनिरूपणप्रकारः च अस्मत् सम्मतः इत्थम्. सो एतानि एव वयं दृष्ट्वा अङ्गीकरणीयम् इति किल. तावदेव तत्र लक्षणनिरूपणं तत्र प्रकारः तत्र यत् अग्रे यत् लक्षणनिरूपणं भवति तत्तु अस्माकं सम्मतः विषयः अस्ति इति अग्रे गन्तुं शक्नुमः इति. अतिक्लिष्टानि वाक्यानि किल सर्वे अपि. हा तत्र किञ्चित् हा वाक्यशैली किञ्चित् जाटिल्यम् अस्ति तस्मिन्, परन्तु विषयः तावत् जाटिल्यविषयः इति न भवती अस्ति किल. अस्तु सुनील् महोदय, भवान् अग्रे पठति वा? अहं पठामि. चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः. ग्राह्यमिति पदे च ग्राहधातुर्वर्तते ण्यत् प्रत्ययश्च धातोः प्रत्यक्षमर्थः. ण्यत् प्रत्ययस्य कर्मत्वमर्थः, प्रत्यक्षकर्मत्वं च विषयत्वरूपमिति वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षं विषयत्वं लब्धम्. तच्च रूपनिष्ठं चक्षुषा एव ग्राह्यमिति वर्णने तृतीया वर्तते. तया तृतीयया करणत्वं साधनत्वम् अवगम्यते. तच्च चक्षुर्निष्ठं प्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः. इदानीं चक्षुर्मात्रग्राह्ये गुणोरूपम् इति वाक्यं स्वीकृत्य चक्षुः एव एव भवेत् इति विग्रहवाक्यमस्ति. चक्षुः एव चक्षुर्मात्रम् इति. यदा पूर्वं वयं उक्तवन्तः रूपस्य गुणे चक्षुः एव इन्द्रियमिति, अन्य इन्द्रियैः सह रूपं अनुभोक्तुं न शक्नुमः. अत्र इदानीं व्याकरणविषयं उक्तवन्तः, ग्राह्यमिति पदे ग्रहधातुर्वर्तते, तत्र ण्यत् प्रत्ययः इति. प्रत्यक्षमिति इन्द्रियजन्यं ज्ञानमिति वयं पूर्वमपि दृष्टवन्तः, तत्र अपि अस्ति. अतः इदानीं ण्यत् प्रत्ययविषये भगिनी अहं न जानामि. अतः तत्र ग्राह्यपदेन प्रत्यक्षविषयत्वं लभ्यते, अतः तद् रूपनिष्ठं भवति इति. चक्षुषा एव ग्राह्यमिति वर्तते, अतः तृतीया उपयुज्य एव इदानीम् उपयोगं कुर्मः. तत्र तृतीयया भवति चेत् तत्र करणत्वं साधनत्वं अवगम्यते. अतः तत्र हा क्षम्यतां महोदय, वदतु. तत्र प्रत्यक्षनिरूपितं चक्षुः चक्षुनिष्ठमेव इति. अत्र प्रथमं ण्यत् इति प्रत्ययविषये किञ्चित् वदामि. तत्र तव्यतनीयर् इति प्रत्ययद्वयमस्ति खलु, यद्वयं जानीमः एव, तत्र कर्तव्यं, करणीयं, वक्तव्यं, वदनीयम् इति तत्सर्वं भवति. तत्रापि तत्र कर्मणि अर्थे भवति, इत्युक्ते मया कर्तव्यं, मया करणीयम् इति एव वक्तव्यं, न तु अहं कर्तव्यम्, अहं करणीयम् इति. तद्दोषः अस्ति. तर्हि तदेव अर्थे ण्यत्तपि प्रयोगं कर्तुं शक्नुमः. इत्युक्ते यद् वक्तव्यं तद्वाक्यं, वाक्यम् इति तत्र तदपि तत्र ण्यत् प्रत्ययः. कार्यं, पाठ्यं, तत्सर्वं तत्र ण्यत् प्रत्ययः इति वयं वदामः. तर्हि ण्यत् इति प्रत्ययः कर्मणि अर्थे भवति, न तु कर्तरि अर्थे. तदेव ग्राह्यम् इति यद् अस्ति तद् कर्मणि अर्थे तस्य प्रत्ययस्य उपयोगं भवति. तर्हि अपि च इदानीं तत्र साधनत्वं, तत्र यदा वयं तत्र तृतीया तत्र चक्षुषा एव ग्राह्यम् इति, तत्र किमर्थं तत्र कर्मणि इति विषयम् आगच्छति इति चिन्तयामः चेत्, तत्र ग्राह्यं चक्षुमात्रग्राह्यम् इत्युक्ते तत्र चक्षुषा ग्राह्यम् इति तत्र तृतीया आगच्छति खलु. चक्षुषा इति तृतीया आगच्छति चेत् तत्र करणत्वं, तत्र तृतीया विभक्ति यत्र अस्ति तत्र कारकमस्ति करणकारकं खलु. तत्र साधनतमं करणम् इति साधन तत्र पाणिनेः वाक्यमपि अस्ति. तर्हि तत्र पाणिनेः सूत्रमस्ति साधनतमं करणं. तर्हि येन किमपि कार्यस्य साधनं कारणं भवति तत्र करणकारकम् उपयोगं कुर्मः. करणकारकस्य उपयोगमस्ति चेत् तत्र तृतीया विभक्ति आगच्छति इति तत्र व्याकरणक्रमः अस्ति. तर्हि तत्र चक्षुषा ग्राह्यम् इति तत्र चक्षुषा इति तत्र चक्षुः इति तत्र साधनम्. तर्हि चक्षुः इति तत्र कारणम् अस्ति इति वयं यदा तत्र कालनिरूपणप्रसङ्गे व्यवहारहेतुः इति तत्र हेतुः इत्युक्ते कारणम् इति वयं पूर्वं अतीतादिव्यवहारहेतुः कालः इति तत्र तस्मिन् प्रसङ्गे वयं लक्षणवाक्ये दृष्टवन्तः. तथैव अत्रापि चक्षुषा इति तृतीयापदेन तत्र कारणं सूचितम् अस्ति इति. अवगच्छति वा? अतः अहं चक्षुषा अवगम्यते इति अथवा तादृशं वा? मया चक्षुषा न चक्षुषा अवगम्यते अथवा चक्षुषा, हा चक्षुषा दृश्यते इत्यपि वक्तुं शक्नुमः खलु. तर्हि तथा अथवा अस्मिन् वाक्ये चक्षुषा ग्राह्यते, चक्षुषा ग्राह्यः ग्राह्यं रूपं चक्षुषा रूपं ग्राह्यते इत्यपि वक्तुं शक्नुमः. तर्हि इदानीं तत्र चित्रमस्ति, तत्र तदर्थमेव एतत् तत्र चित्रे पश्यतु चक्षौ किम् अस्ति. चक्षौ तत्र जनकतानिष्ठ चक्षुः अस्ति. हा इत्युक्ते चक्षौ जनकता अस्ति खलु. जनकता इत्युक्ते किम्? जन्यते इति जनकता सत्यं, परन्तु तत् तस्य इतोपि एकं पदमपि वयं जानीमः खलु तस्मिन् स्थाने प्रयोक्तुं शक्नुमः. कारणता. कारणता. तर्हि तत्र यत्र जनकता अस्ति तत्र कारणता अपि अस्ति खलु. तर्हि तदेव तत्र इदानीं तत्र तृतीया विभक्त्याः प्रसङ्गः तदर्थमेव आगच्छति. तत्र चक्षौ कारणता अस्ति अथवा जनकता अस्ति, तर्हि तत्र रूपं प्रति कारणता अस्ति. कथम् इति एतद् चित्रं तत्र तद् निरूपयति. तर्हि तत्र चित्रे यदस्ति तस्य वाक्यं वदतु महोदय. एतत् कालविषयस्य तादृशमेव अस्ति इति चिन्तयामि. हा किञ्चित् सत्यं. चक्षुनिष्ठजनकता निरूपित जन्यता आश्रयप्रत्यक्षम् अथवा जन्यता निरूपित प्रत्यक्षम्. जन्यता आश्रयप्रत्यक्षम् अथवा जन्यतावान् जनितावत् प्रत्यक्षम्. जन्यता आश्रयप्रत्यक्षम् अनन्तरं प्रत्यक्षनिरूपितविषयिता. प्रत्यक्ष पुनः वदतु. निरूपितविषयत अथवा प्रत्यक्षनिष्ठ विषयत अथवा न खलु. अत्र निष्ठ न, तत्र उपरि गमनार्थं केवलं निष्ठ इति वक्तुं शक्नुमः खलु, न तु निरूपित. प्रत्यक्षनिष्ठविषयिता निरूपितविषयता आश्रयरूपम्. उत्तमम्. तर्हि चक्षुनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूनिष्ठविषयितानिरूपितविषयताश्रयरूपम् इति. तर्हि तत्र प्रत्यक्षम् इति एकविधं ज्ञानं. तर्हि प्रत्यक्षम् इति ज्ञानं, ज्ञानं सर्वदा सविषयकः भवति. तर्हि रूपम् इति विषयः अत्र रूपे विषयिता अस्ति, ज्ञाने विषयिता अस्ति. तद्वयं पूर्वं पठितवन्तः अपि च बहुवारं परिशीलितवन्तः अपि पुनः पुनः. तर्हि इदानीं प्रत्यक्षमिति ज्ञाने विषयिता अस्ति, रूपमिति विषये विषयता अस्ति, चक्षुः इति इन्द्रियेण तस्य ग्राह्यं भवति. स्पष्टम्? भगिनी अत्र जन्यता इति अत्र कार्यता अपि वक्तुं शक्नुमः किल? निश्चयेन तत्र कार्य प्रत्यक्षम् इति ज्ञानमेव कार्यमस्ति खलु. तत्र चक्षुः इति कारणं, तत् कारणेन तत्र प्रत्यक्षम् इति ज्ञानम् अत्र कार्यं भवति. अस्तु, अग्रे रामप्रिया भगिनी भवती पठति वा? भगिनी अस्ति वा? अस्तु, पुष्पा भगिनी भवती पठति वा? अस्तु भगिनि. कालार्थकमात्रपदश्रवणम् अपि प्रकृते वर्तते. कालार्थकमात्रपदश्रवणम् अपि प्रकृते वर्तते. तत्र लोके च चैत्र एव आयाति इत्युक्तौ यथा चैत्रगमनं प्रतीयते तथैव चैत्रभिन्नः यः तस्य अनागमनम् अपि तथैव प्रकृतेऽपि चक्षुषा एव ग्राह्यम् इति उक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर अग्राह्यत्वम् अपि तथा च चक्षुरितराणि यानि घ्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति. अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थं फलति. कालार्थकं अर्थं न जानामि. एव कालार्थकं कालार्थकमात्रपदश्रवणं तत्र लक्षणवाक्यं पश्यतु. तत्र चक्षुर्मात्रग्राह्यो गुणो रूपम् इति अस्ति खलु. तत्र चक्षुः इति एकः विषयः, मात्र इति एकः विषयः, अपि च गुणः इति तृतीयः विषयः. इदानीं चक्षुः विषये वयं दृष्टवन्तः तत्र चक्षुषा इति तत्र तृतीया विभक्तिः अस्ति. तत्र चक्षौ कारणता अस्ति, चक्षुः इति कारणं, तस्मिन् कारणता अस्ति इति तस्य पदस्य किञ्चित् अवगमनम् अभवत्. इदानीं मात्र इति द्वितीयपदमस्ति, तस्य विषये अत्र किमर्थं तत्र केवलं चक्षुग्राह्यो गुणः रूपम् इति नास्ति, किमर्थं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति अस्ति इति इदानीं तत्र प्रश्नः, सार्वत्रिकप्रश्नः खलु. किमर्थम् अत्र मात्रपदस्य प्रयोगमस्ति, किमर्थं केवलं चक्षुः इति न इति चिन्तयामः चेत् तत्र एवकारार्थ अष्टकमात्रपदश्रवणमपि तत्कृते वर्तते. इत्युक्ते मात्र इति पदस्य अर्थः अस्ति एव एव इति यदा वयं वदामः राम एव अस्ति अथवा कृष्ण एव गच्छति इति यदा वयं वदामः तत्र एव इति पदस्य अर्थः यः अस्ति तदेव अर्थे अत्र मात्र इति पदस्य प्रयोगं तस्मिन् लक्षणवाक्ये इति इति अत्र अस्ति. तर्हि तत्र लोके चैत्र एव आयाति इत्युक्तौ तत्र चैत्रः इति कश्चन पुरुषः चैत्र एव आयाति इति कोऽपि वदति चेत् तत्र विषयद्वयं वस्तुतया अस्माभिः अवगम्यते खलु. एकः विषयः अस्ति तत्र चैत्रः चैत्रः आगच्छति इति इत्युक्ते चैत्रस्य आगमनं एकः विषयः. द्वितीयः विषयः अस्ति चैत्रं विना अन्यः कोऽपि न आगच्छति केवलं चैत्रः आगच्छति अन्य कोऽपि न आगच्छति इति अपि एकः अंशः अत्र चैत्र एव आगच्छति इति वदामः चेत् सत्यं तथा एव इदानीं वदतु तथा एव प्रकृते चक्षुषा एव ग्राह्यम् इति उक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर अग्राह्यत्वम् अपि. अस्तु अस्तु चक्षुषा ग्राह्यम् इति आवाम् उक्तौ तत्तु यथा चक्षुषा ग्राह्यत्वं बोध्यते तथा एव अग्राह्यत्वम् अपि. इदानीं तत्र चैत्रभिन्न इति अस्ति खलु तदेव तदितर इत्युक्ते तद्भिन्न इत्युक्ते तत्र वदतु भगिनि एकनिमिषं भगिनि श्रीपत् केन् यु काल् सीता न न ऐ एम् जस्ट् टेलिङ्ग् मै हस्बेण्ड् टु काल् न तत्र म्यूट् कृत्वा वदतु भगिनि किञ्चित् यदा तदा भवति चेत् अस्तु. तर्हि तत्र तथैव प्रकृते अपि चक्षुषा एव ग्राह्यम् इत्युक्तौ तत्र अस्माकं लक्षणवाक्ये यदा चक्षुमात्रग्राह्यम् इति अस्ति तत्र तेन किम् अवगम्यते इत्युक्ते तत्र न केवलं चक्षुषा ग्राह्यम् अपि च चक्षुः विना तत्र चक्षुभिन्न इन्द्रियाणि यानि सन्ति तैः अग्राह्यम् इत्युक्ते तैः ग्राहितुं न शक्नुमः इति केवलं चक्षुषा एव तस्य ग्राह्यं भवति रूपस्य ग्राह्यं भवति इति तत्र मात्रपदस्य तत्र महत्त्वं किम् इति चिन्तयामः चेत् तदर्थमेव तत्र मात्र इति पदमस्ति. तर्हि तत्र चक्षुर् इतराणि यानि इन्द्रियाणि इत्युक्ते घ्राणेन्द्रियाणि वा भवतु त्वक् वा भवतु रसनेन्द्रियाणि वा भवतु यत्किमपि भवतु तैः रूपं न अवगन्तुं शक्नुमः रूपस्य ज्ञानं न प्राप्तुं शक्नुमः केवलं चक्षुः उपयुज्य एव तस्य ज्ञानं प्राप्तुं शक्नुमः इति तत्र द्वितीयविषयः अस्ति. तस्य प्रतिपादनार्थमेव एतत् चित्रमस्ति इदानीं. भगिनी वक्तुं शक्नोति वा तत्र वाक्यं यदा सुनील् महोदय उक्तवान् तथा एतस्य चित्रस्य वाक्यं घ्राणादि अवच्छिन्न जनकता न भगिनी तत्र एकक्षणं सरिगमनार्थं कस्य उपयोगं कर्तुं कुर्मः किं भगिनि? उपरि गमनार्थं कस्य उपयोगं कुर्मः? तत्र ग्राणादि अवच्छिन्न इति उक्तवती खलु, ग्राणादि अवच्छिन्न ग्राह्य न, प्रथमकक्षायां वयम् एतत् सर्वं कृतवन्तः, प्रथमकक्षायाम् एव एतत् सर्वं कृतवन्तः, तर्हि तत्र इदानीं भवति तत्र एतत्तु अहं तु चित्रं सम्यक् न वाक्यं सम्यक् न कर्तुं शक्नोमि। अस्तु तर्हि एकक्षणं, बालसुब्रह्मण्यं महोदय भवान् वक्तुं शक्नोति वा? अस्मिन् चित्रं पूर्वचित्रस्य विपरीतं, पूर्वे चक्षुः भवेत् इति, अत्र चक्षुविहाय अन्यत्र अन्य इन्द्रियाणि न भवेत् इति, सो ग्रहणादिनिष्ठ जनकता निरूपितजन्यता आश्रयः प्रत्यक्षं, तन्निष्ठविषयिता निरूपितविषयता अभावः आश्रयरूपम्। पुनः वदतु महोदय। ग्राणादिनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयता अभावः आश्रयरूपम्। नो चेत् ग्रहणादिनिष्ठजनकतानिरूपितजन्यता आश्रयः प्रत्यक्षं तन्निष्ठविषयिता निरूपितविषयता आश्रयगन्धः, विषयताश्रयगन्धः विषयताभावः रूपम्। उत्तमं, तदेव तत्र मात्रप्रदस्य मात्र इति पदं यदा लक्षणवाक्ये अस्ति तेन एतद्वयम् अवगन्तुं शक्नुमः, इत्युक्ते ग्राणादि अन्यैः इन्द्रियैः रूपस्य प्रत्यक्षं न भवति, रूपस्य ज्ञानं न भवति इति वयम् अवगन्तुं शक्नुमः इति द्वितीयविषयः। इदानीं तृतीय अंशः अस्ति गुणः इति। रामप्रिया भगिनी, भवती इदानीं पठितुं शक्नोति वा? आं भगिनि, श्रूयते किल? हा, इदानीं श्रूयते। हा, सम्यक्। इति अर्थः सम्पन्नः, एवं मूले चक्षुमात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यं, तत्र चर्मं गुण इति पदं, तदर्थस्यापि लक्षणान्तर्भावः आवश्यकः, अन्यथा वक्ष्यमाणा अतिव्याप्तिः भवेत्। अत्र तु ग्राणादि चक्षुर्भिना चक्षुः भिन्न इन्द्रियाणि रूपस्य अभावः कथं भवति इति चित्रं वदति। तस्य एवं मूले चक्षुमात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यं तु चक्षुमात्रग्राह्यो गुणो रूपम् इति अस्ति, तत्र गुण इति पदम् अस्ति, तस्य विषये अस्ति अत्र, तदर्थस्य अपि लक्षणान्तर्भावः आवश्यकः गुणो इति विषये इति अस्ति, तद् अर्थः भगिनि? हा हा, इत्युक्ते तत्र पश्यतु, वयम् एतावत्पर्यन्तं तत्र दलसार्थक्यम् इति पूर्वं दृष्टवन्तः खलु, तत्र दलद्वयम् अस्ति चेत् वयं तत्र यदा वायुः लक्षणवाक्यम् आसीत् तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति वयं दृष्टवन्तः, तर्हि तत्र अत्र दलद्वयम् आसीत् खलु, तत्र एकमस्ति रूपरहितत्वं, द्वितीयमस्ति स्पर्शवत्वम् इति, तत्र दलद्वयम् आसीत्। परन्तु अत्र वस्तुतया दलत्रयम् अस्ति, प्रथममस्ति चक्षुः इति, चक्षुषा ग्राह्यम् इति चक्षु, चक्षुषा इति प्रथमं दलं. द्वितीयम् अस्ति मात्र इति, इत्युक्ते मात्रपदेन अन्यैः इन्द्रियैः न केवलं चक्षुषा इति सूचयति. मात्र इति दल द्वितीयदलमस्ति. तृतीयदलमस्ति गुणः इति. तर्हि तदर्थमेव गुणः इति पदमपि तत्र लक्षणवाक्ये अन्तर्भूतमस्ति इति. नो चेत् तत्र गुणः इति पदं लक्षणवाक्ये नास्ति चेत् तत्र अतिव्याप्तिदोषः भवति. केवलं चक्षुमात्रग्राह्यः ग्राह्यं रूपम् इति अस्ति चेत् तत्र अतिव्याप्तिदोषः भवेत् इति कृत्वा, तद् मास्तु इति कृत्वा तत्र गुणः इति अपि लक्षणवाक्ये स्थापितमस्ति इति. इत्युक्ते पूर्वं पश्यतु, तत्र यदा वयं कालविषये वा अथवा मनविषये वा यत्किमपि भवतु, तत्र लक्षणवाक्ये द्रव्यम् इति पदं नासीत् नासीत् खलु. अतीतादिव्यवहारहेतुः कालः, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति, तत्र स्पर्शवान् वायुः इति, रूपरहितस्पर्शवान् वायुः इति, तत्र रूपरहितस्पर्शवान् द्रव्यं वायुः इति, तत्र द्रव्यम् इति पदं नासीत्. परन्तु अत्र गुणः इति पदम् अस्ति. किमर्थं तस्य आवश्यकता का इति प्रश्ने कृते, तत्र अतिव्याप्तिदोषनिवारणाय तत् पदं तस्मिन् तत्र लक्षणवाक्ये अस्ति इति इति वदति. तत्र अग्रे तत्र कीदृश अतिव्याप्तिदोषः आगच्छति, तस्य निवारणं कथं भवति, एतत् सर्वम् अग्रे उच्यते. इदानीम् अवगच्छति वा? आं भगिनि. तर्हि अग्रे पठतु भगिनि. रूपलक्षणे दलसार्थक्यं तथा च प्रथमं चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति. द्वितीयमस्ति चक्षुर् इतर इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयत्व अभावत्वे सति. तृतीयमस्ति गुणत्वं रूपस्य लक्षणम्. अत्र तु रूपलक्षणे दलसार्थक्यम् इति विषयः अस्ति. प्रथम दीर्घवाक्यं तु प्रथमचित्रमस्ति. द्वितीयवाक्यं द्वितीय चित्रमस्ति. यद् सत्त्वे गुणत्वं रूपस्य लक्षणम् इति तृतीयं, तस्य विषये एव अनन्तरम् आगच्छति इति चिन्तयामि. हा सत्यं. तर्हि तत्र तत्र प्रथमदलम् अस्ति प्रथमचित्रं, द्वितीयदलम् अस्ति द्वितीयचित्रं, तृतीयदलम् अस्ति तृतीयं चित्रम्. क्षम्यतां, तृतीयदलम् अस्ति केवलं गुणत्वम् इति. तर्हि तत्र चित्रं किञ्चित् वयं परिशीलितवन्तः, तर्हि तत्र प्रश्नः नास्ति इति मन्ये. नो चेत् अग्रे पठतु भगिनि. समन्वयप्रकारश्च इत्थं चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लरूपम् इति प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयतारूपे अस्ति. एवं चक्षुर्भिन्नं यत् इन्द्रियं ग्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्धम् इति प्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयता गन्धे विषयत्वाभावः लक्ष्ये रूपे अस्ति. एवं रूपं गुण इति तत्र गुणत्वजातिः अपि वर्तते इति समन्वयः. अत्र तु समन्वयः इत्युक्ते उपयुज्यामः, तदेव समन्वयः इति. तत्र क्षम्यता, समन्वयः इत्युक्ते वस्तुतया लक्ष्ये लक्षणस्य विद्यमानत्वम् इत्युक्ते अत्र अस्माकं लक्ष्यं किम्? रूपं. रूपम् उत्तमं. तर्हि तत्र लक्षणवाक्यमस्ति, तत्र चक्षुर्मात्र ग्राह्यं गुणः इति, ग्राह्यः गुणः रूपम् इति वयं दृष्टवन्तः. तर्हि तद् लक्षणम् इत्युक्ते तत्र दलत्रयं यद् अस्माभिः इदानीं यद् दृष्टं तस्य विद्यमानत्वं रूपे अस्ति वा इति इदानीं प्रश्नः. तर्हि तद् कथं भवति इति अग्रे अग्रे दत्तमस्ति इति, तदेव समन्वयः. समन्वयः इत्युक्ते लक्ष्ये लक्षणस्य विद्यमानत्वम्. तदेव चक्षुः इन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपम् इति प्रत्यक्षम्. अत्र तु शुक्लं रूपम् इति यदा वयं प्रत्यक्षं स्वीकुर्मः चेत् चक्षुः जनकता तत् प्रत्यक्षं तदेव तद् चित्रमेव तन्निष्ठविषयिता निरूपितविषयता रूपे अस्ति इति प्रथमं. द्वितीयमस्ति चक्षुः भिन्न इन्द्रियं यदा सुरभिगन्धः इति प्रत्यक्षम् अस्ति चेत् घ्राणं तज्जन्यं जन्यता प्रत्यक्षं तज्जन्यता भवति चेत् तन्निष्ठविषयिता विषयिता निरूपितविषयता गन्धे अस्ति. विषयता अभावः अस्ति, विषयत्व अभावः अस्ति चेत् तद् लक्ष्ये इदानीं रूपे अस्ति इति अस्ति. एवं रूपं गुणा इति तत्र गुणत्वजातिः अपि वर्तते इति समन्वयः. समन्वयः अत्र किम् अस्ति इत्युक्ते गुणत्वजातिः इति रूपम्. हा हा, तत्र समन्वयः इति वस्तुतया तत्र त्रयमपि स्वीकृत्य समन्वयः भवति इति. तत्र पश्यति चेत् प्रत्येकं तत्र रूपे अस्ति खलु, तत्र चक्षुरिन्द्रियजन्यं प्रत्यक्षं तन्निष्ठविषयता निरूपितविषयता रूपे इत्युक्ते लक्ष्ये. तथैव तत्र विषयत्व अभावः अपि लक्ष्ये इत्युक्ते रूपे लक्ष्ये. अपि च रूपमिति गुणः, रूपमिति गुणः अस्ति चेत् रूपे किम् अस्ति? रूपे रूपत्वं, क्षम्यता, हा रूपत्वमपि अस्ति, तत् सम्यक् एव, गुणत्वमपि अस्ति. तर्हि तदपि रूपे अस्ति इति कारणात् तत्र त्रयम् अपि तत्र तत्र त्रीणि विषय त्रयः विषयाः ये सन्ति तत्र विषयिता चक्षुरिन्द्रियनिष्ठ क्षम्यतां चक्षुरिन्द्रियजन्यं प्रत्यक्षं यदस्ति तस्य तद् तन्निष्ठविषयिता निरूपितविषयतारूपे चक्षुर्भिन्न इन्द्रियं यानि सन्ति, इन्द्रियाणि यानि सन्ति तेन जन्यं यत् प्रत्यक्षम् इति ज्ञानमस्ति तस्य तद् तया निरूपितविषयता विषयतायाः अभावः अपि रूपे. तृतीयमस्ति गुणत्वम् अपि रूपे इति, तत्र दलद्वयम् अपि रूपे वर्तते, तद् दलद्रयमपि रूपे वर्तते इति कारणात् तत्र समन्वयः अस्ति इत्युक्ते तत्र लक्षणस्य समन्वयः लक्ष्ये अस्ति इति. इदानीम् अवगतं वा? उत्तमं, तर्हि अग्रे पठामः. बालसुब्रह्मण्यं महोदय, भवान् पठति वा? लघुप्रश्नः एकः महोदय, चक्षु इन्द्रियाणि चक्षु इतर इन्द्रियाणि गुणत्वम् इत्यादि त्रीणि वाक्यानि लक्षणवाक्यानि वाक्य अङ्गानि, एतानि निकषः इति वक्तुं शक्यते वा? न, तत्र निकषः इति न खलु, तत्र दलम् इति वदामः इत्युक्ते तत्र हा लक्षणे विद्यमानानां दलानाम् उपयोगं चिन्तयामः. दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति, ताः आदाय यदि चिन्तयामः तर्हि केवलं प्रथमसङ्ख्या आद्यः प्रकारः केवलं तत्र प्रथमदलं न दलं दलं दलं केवलं प्रथमदलम् आद्यप्रकारः आद्यः प्रकारः केवलं द्वितीयदलं द्वितीयः केवलं तृतीयदलं तृतीयः प्रथमद्वितीयदलानि चतुर्थः प्रथमतृतीयदलानि पञ्चमः द्वितीयतृतीयदलानि षष्ठतमः द्वितीयतृतीयदले प्रथमद्वितीयदले चतुर्थः दले द्वितीयतृतीयदले षष्ठः षष्टमः एते षट् प्रकाराः सम्भाव्यन्ते तत्र दलसार्थक्यं पृष्ठ त्रिस्तरं सति चिन्त्यते अत्र लक्षणे विद्यमानानां दलानाम् उपयोगं पूर्वम् उक्तं दलानां कथम् उपयोगं करणीयम् इति चिन्तयामः तत्र करणीयम् इति न तत्र वस्तुतया तत्र दलत्रयम् अस्ति तर्हि तत्र केवलं एकमेव दलं स्वीकृत्य तत्र लक्षणवाक्यं भवति चेत् तत्र कीदृशः दोषः आयाति अथवा तत्र दलद्वयस्य स्वीकरणीयं भवति चेत् तत्र स्वीकरणीयं भवति चेत् तत्र तया कीदृशः तया रीत्या चिन्तयामः चेत् तत्र कीदृशः दोषः भवति इति तत्र किञ्चित् चिन्तनमस्ति अग्रे यतोहि तत्र दलत्रयम् अस्ति खलु तर्हि तत्र दलत्रयस्य का आवश्यकता केवलम् एकेन दलेन अथवा द्वे दले द्वाभ्यां दलाभ्यां तत्र लक्षणवाक्यं वक्तुं न शक्नुमः वा इति प्रश्नः आगच्छति तर्हि तस्य समाधानाय तत्र तत्र षड् प्रकाराः भवति खलु तत्र यथा पर्मुटेशन् काम्बिनेशन् इति वदामः चेत् तर्हि तत्र तत् उपयुज्य तत्र षट् प्रकाराः वस्तुतया वक्तुं शक्नुमः केवलं तत्र चक्षुः इति एव वक्तुं शक्नुमः तत्र चक्षुग्राह्यः रूपम् इति अथवा चक्षुभिन्न अग्राह्यं रूपम् इति वक्तुं शक्नुमः अथवा गुणं रूपम् इति वक्तुं शक्नुमः तथा वदामः चेत् किं भवति तत्र अथवा चक्षुग्राह्यः गुणः रूपम् इति वदामः चेत् तत्र मात्रशब्दम् अनुपयुज्य वदामः चेत् तत्र तेन किं भवति इति किञ्चित् चिन्तनमस्ति अग्रे तत्र केवलं तत्र दलत्रयस्य दलसार्थक्यम् इत्युक्ते दलत्रयस्य का आवश्यकता किमर्थं एकेन दलेन अथवा द्वाभ्यां दलाभ्यां न उक्तम् इति तत्र विषयः अग्रे पठतु महोदय प्रथम चक्षु इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वम् एव लक्षणम् अस्तु चेत् घटोऽपि चक्षुषा गृह्यते इति घटे अतिव्याप्त पुनः एकवारं पठामि चक्षु इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वमेव लक्षणम् अस्तु चेत् घटः अपि चक्षुषा गृह्यते इति घटे अतिव्याप्तिः सो एवं वयं लक्षणवाक्यं रचितवन्तः चेत् तत्र तत्र दीर्घपदमस्ति खलु तस्य केवलं तदस्ति चेत् तत्र लक्षणवाक्यं किं भवति? एवं चेत् तदा घटे अपि न न महोदय मम प्रश्नः न अवगतः भवान् तत्र प्रश्नः अस्ति तत्र केवलम् एतदस्ति चेत् तत्र चक्षुरिन्द्रियनिष्ठ इति तत्र दीर्घं पदमेकम् अस्ति खलु तदेव तत्र लक्षणम् अस्ति चेत् तत्र लक्षणवाक्यं किं स्यात्? चक्षुः ग्राह्य लक्षणम् अस्ति चेत् हा हा सम्यक् वदतु इतोपि चक्षुग्राह्यः कः? चक्षुग्राह्यः गुणः लक्षणवाक्यं किं स्यात् इति मम प्रश्नः. चक्षुग्राह्यः इदानीम् अस्माकं लक्ष्यं किं? रूपं. तर्हि चक्षुग्राह्यं रूपं इति भवति लक्षणवाक्यम् उक्तं चेत् चक्षु ग्राह्यरूपं चक्षुग्राह्यं रूपम् इति भवति चेत् तत्र अतिव्याप्तिदोषः आगच्छति इति अस्ति खलु? किमर्थम् अतिव्याप्तिदोषः आगच्छति किञ्चित् वदतु. चक्षुः घटमपि घटं सदृशं घटसदृशं बहूनि वस्तूनि चक्षुषा ग्रहीतुं शक्यते किल? उत्तमं तावदेव. इत्युक्ते तत्र घटः यदा अस्ति तस्य ग्राह्यम् अपि चक्षुषा एव भवति खलु? तर्हि पुस्तकमस्ति घटः अस्ति यत्किमपि भवतु तस्य अपि ग्राह्यं भवति तर्हि तत्र अतिव्याप्तिदोषः आगच्छति. केवलं रूपमेव चक्षुषा ग्राह्यम् इति न परन्तु अन्यानि वस्तूनि अपि सन्ति यस्य ग्राह्यं चक्षुषा भवति इति इति तत्र अतिव्याप्तिदोषः आगच्छति. उत्तमं तर्हि सुनील् महोदय अग्रे पठति वा? इदानीं द्वितीयदलमस्ति चक्षुर्भिन्नेन्द्रियनिष्ठजनगतानिरूपितजन्यदाश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभावः एव लक्षणमस्तु. एवं सति न घटे अतिव्याप्तिः. चक्षुर्भिन्नं यत् त्वगिन्द्रियं तज्जन्यप्रत्यक्षविषयत्वमेव घटे वर्तते, विषयत्वाभावः नास्ति इति नादिव्याप्तिः इति चेत् न अतिव्याप्तिः इति चेत् अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः. यथा हि आद्यपतनासमवायीकरणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्. यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः तद्वदेव गुरुत्वस्यापि तथा चक्षुर्भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायावत्. एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः. इदानीं केवलं द्वितीयदलमेव स्वीकुर्मः चेत् यदा वयं पूर्वस्मिन् पुटे ग्राणादि ग्राणेन्द्रियम् उपयुज्य गन्धः गृह्यते ग्रहीतुं शक्नुमः अथवा रूपस्य अभावः अपि भवति इति तदेव स्वीकुर्मः चेत् तत्रापि अतिव्याप्तिः भवति वा इति प्रश्नः इदानीं तत्र तदेव इदानीं लक्षणवाक्यं स्वीकुर्मः तादृशं स्वीकुर्मः चेत् तत्र घटे अतिव्याप्तिः न भवति इति. किमर्थम् अतिव्याप्तिः न भवति घटे? इत्युक्ते घटस्य चक्षुषा एव न अथवा स्पर्शनरीत्या अपि घटस्य घटं घटग्राह्यं भवितुम् अर्हति इति. उत्तमम्. अथवा घटे अतिव्याप्तिः न भवति. घटे अतिव्याप्तिः न भवति यतः चक्षुर्भिन्नम् इन्द्रियं स्वीकुर्मः तत्र तत्र प्रत्यक्षविषयत्वं घटे वर्तते इति. हा इत्युक्ते त्वक् इन्द्रियं चक्षुर्भिन्न इन्द्रियम् इति त्वक् इति स्वीकुर्मः चेत् तत्र स्पर्शेन तत्र तत्र ग्रहीतुं शक्नुमः. आम् तत्र विषयता विषयत्वाभावः नास्ति इति तत्र अतिव्याप्तिः चेत् अतिव्याप्तिः अत्र न भवति परन्तु कीदृशी समस्या इदानीम् उत्पन्ना? तत्र विषयत्व अभावः नास्ति इति. तत्र विषयत्व अभावः नास्ति परन्तु तथा इदानीं वदामः चेत् तत्र घटे अतिव्याप्तिः नास्ति परन्तु अन्यसमस्या आगता खलु. कीदृशी समस्या? तत्र अतीन्द्रियगुरुत्वरूपदेव अतीन्द्रियगुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः इति. यतः अहं पुनः एकवारं वदामि, अहं न स्मरामि. तत्र अतीन्द्रिये तस्मात् आरभ्य पुनः एकवारं पठतु महोदय, कण्ठशः पश्यामि. अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः तथा हि आद्यपतनासमवायीकरणरूपं गुरुत्वं न केनापि इन्द्रियपतन असमवायीकारणरूपम् आद्यपतन असमवायीकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्. इत्युक्ते अन्येन्द्रियैः गुरुत्वं ज्ञातुं न शक्यम् इति वा? हा इत्युक्ते अतीन्द्रियः इत्युक्ते किं? पूर्वमपि एकवारं वयं दृष्टवन्तः. बाह्येन्द्रियेण किमपि कर्तुं ज्ञातुं न शक्यते इति तद् अतीन्द्रियमिति. हा इन्द्रियेण ज्ञातुं न शक्नुमः इति अतीन्द्रियः. सत्यं. पञ्चेन्द्रियेण ज्ञातुं न शक्नुमः तद् अतीन्द्रियमिति. इति गुरुत्वरूपगुणे इत्युक्ते गुरुत्वनाम गुणः यः अस्ति, गुरुत्वमिति गुणः, तस्य तद् अस्ति अतीन्द्रियम् इत्युक्ते इन्द्रियेण ज्ञातुं न शक्नुमः. इन्द्रियेण इत्युक्ते प्रत्यक्षज्ञानं, इन्द्रियेण यद् ज्ञानं भवति तत्सर्वं प्रत्यक्षज्ञानं खलु. प्रत्यक्षज्ञानं तस्य न भवति. अग्रे यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः तद्वदेव गुरुत्वस्यापि. वयं पूर्वं दृष्टवन्तः आकाशादीनां लक्षणवाक्ये अनुमानेन अपि महोदय अनुमानेन अपि लक्षणवाक्यम् आसीत् इति न तत्र लक्षणवाक्ये अनुमानेन इति न आकाशस्य लक्षणवाक्यं किं केवलं शब्दगुणकम् आकाश इति एव तत्र अनुमानम् इति न परन्तु आकाशस्य निरूपणम् अनुमानेन भवति तर्हि तत्र यदा आकाशस्य निरूपणम् अनुमानेन भवति तथा गुरुत्वस्य निरूपणमपि अनुमानेनैव भवति गुरुत्वम् इति कश्चन गुणः अस्ति इति तस्य निरूपणम् अनुमानप्रमाणेनैव भवति न तु तत्र तस्य प्रत्यक्षज्ञानं तस्य नास्ति इति तर्हि अनुमानेन यदा भवति चेत् प्रत्यक्षज्ञानं नास्ति चेत् तत्र इत्युक्ते किं प्रत्यक्षज्ञानम् इत्युक्ते किं प्रथमतया तत्र चक्षुषा वा अथवा इन्द्रियेण ज्ञातुं शक्यते इति उत्तमम् इन्द्रियजन्यज्ञानम् अस्ति प्रत्यक्षम् इति तर्हि प्रत्यक्षज्ञानं नास्ति इति चेत् तत्र इन्द्रियेण तस्य ज्ञानं न भवति इति इन्द्रियेण अनुमानेन भवति इत्युक्ते तत्र प्रत्यक्षं नास्ति इत्युक्ते इन्द्रियजन्यज्ञानं नास्ति तत् इन्द्रियजन्यज्ञानं नास्ति चेत् तत्र चक्षुभिन्न इन्द्रियैः तैः तस्य ज्ञानं न भवति इति वदामः चेत् तत्र यथा रूपस्य ज्ञानं तैः न भवति तद्वतेव गुरुत्वस्य ज्ञानमपि तैः न भवति तर्हि तत्र गुरुत्वे अतिव्याप्तिः सम्भवति खलु स्पष्टं वा तर्हि गुरुत्वम् इति तत्र यदा गुणः गुणः यस्य निरूपणं भवति अनुमानप्रमाणेन तत् स्वीकुर्मः चेत् तत्र अतिव्याप्तिः इति दोषः इदानीम् आपतति इत्युक्ते तत्र प्रथमबिन्दुः आसीत् तत्र घटे अतिव्याप्तिः भवति द्वितीयः तत्र घटे अतिव्याप्तिः नास्ति परन्तु इदानीं गुरुत्वे अतिव्याप्तिः भवति इति हा सत्यं सत्यं तावदेव इत्युक्ते घटे अतिव्याप्ति तस्य निराकरणम् अभवत् परन्तु गुरुत्वे इदानीम् आगतम् सम्यक् उत्तमं तर्हि पुष्पा भगिनी भवती पठितुं शक्नोति वा इदानीं तृतीयदलं केवलं गुणत्वमेव लक्षणम् अस्तु चेत् केवलं गुणत्वम् एव लक्षणम् अस्तु चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते इति रसादौ सर्वत्रैव अतिव्याप्तिः रसादौ इतः दलद्वयम् एकक्षणम् एकक्षणं तद्विषये किञ्चित् वदतु तृतीयबिन्दुः केवलं गुणत्वं एवं लक्षणम् अस्ति चेत् इदं गुणं गुणत्वं गुणत्वजातिः अस्तु सम्यक्तया वदतु भगिनि यत् भवती अवगच्छति तत्र तृतीयं दलं किं तृतीयं के केवलं गुणत्वम् एव गुण लक्षणं गुणत्वम् एव गुणः रूपम् इति लक्षणवाक्यम् अस्ति चेत् इत्युक्ते इति केवलं गुणः एव अस्ति चेत् लक्षणवाक्ये तेन कीदृशः दोषः आगच्छति इति इदानीं प्रश्नः इति तत्र कीदृशदोषः आगच्छति पुनः अतिव्याप्ति एव आगच्छति परन्तु कुत्र इति प्रश्नः किमर्थम् रसादिगुणेषु वर्तते गुणत्वं गुणत्वजातिः रसादिगुणेषु वर्तते गुणत्वजातिः रसादिगुणेषु वर्तते इत्युक्ते किं गुणत्वं लक्षणं लक्षणं लक्षणं रसादिगुणेषु गुणत्वम् अस्ति किमर्थमस्ति भगिनि रसादिगुणेषु रसादिगुणेषु अतिव्याप्तिः भवति इति यद्भवती उक्तवती तत् सत्यं परन्तु किमर्थं तथा भवति तत्र गुणः रूपम् इति लक्षणवाक्यम् अस्ति चेत् तत्र विषयः कः गुणः रूपम् इति अस्ति चेत् पूर्वस्मिन् पुटे अन्तिमवाक्यं यदस्ति तत् पश्यतु एवं रूपं गुण इति तत्र गुणत्वजातिः अपि वर्तते इति अस्ति खलु इत्युक्ते रूपम् इति गुणः चेत् गुणत्वम् इति जातिः रूपे अस्ति इदानीं गुणः रूपम् इति लक्षणवाक्यम् अस्ति चेत् तत्र केवलं गुणः एव रूपम् इति वदामः चेत् तत्र गुणत्वम् इति जातिः केवलं रूपे अस्ति वा केवलं रूपे अस्ति अन्यत्र कुत्रापि नास्ति सर्वत्र अस्ति गुणत्वम् इति जातिः सर्वत्र अस्ति गुणत्वम् इति जातिः कुत्र अस्ति लक्षणं न गुणत्वम् इति जातिः कुत्र अस्ति इति मम प्रश्नः अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा अन्यैः गुणैः अपि अस्ति गुणत्वम् इति उत्तमं गुणत्वम् इति जातिः सर्वेषु गुणेषु वर्तते खलु तर्हि केवलं रूपे इति न अन्येषु गुणेषु अपि क्षम्यतां गुणत्वम् इति जातिः अस्ति इति कारणात् तत्र रसादिगुणेषु इत्युक्ते रूपरस इति तत्र चतुर्विंशतिगुणाः सन्ति खलु तत्र रस आरभ्य अन्येषु गुणेषु अपि गुणत्वम् इति जातिः वर्तते तर्हि तत्र अतिव्याप्तिदोषः भवति इत्युक्ते तत्र प्रथमं केवलं चक्षुषा ग्राह्यम् इति वदामः चेत् तत्र घटे अतिव्याप्तिः भवति यतोहि घटादि अन्यद्रव्याणि अथवा यत्किमपि वस्तु अस्ति तस्य ग्राह्यं भवति चक्षुषा चक्षुभिन्न इन्द्रियैः इति वदामः चेत् तत्र अनुमानप्रमाणेन यथा गुरुत्वम् इति ज्ञानं वयं प्राप्तुं शक्नुमः तस्मिन् अतिव्याप्तिदोषः आपतति गुणः इति वदामः चेत् सर्वेषु गुणेषु अतिव्याप्तिदोषः सर्वेषु गुणेषु गुणत्वम् इति जातिः अस्ति इति कारणात् तत्र अतिव्याप्तिदोषः भवति अवगतं वा भगिनि पुष्पा भगिनि अतिव्याप्ति सम्यक् अर्थं किम् अतिव्याप्ति अतिव्याप्ति इति अस्तु अन्य कोऽपि वक्तुं शक्नोति वा एतत् यदा वयं लक्षणवाक्यस्य पठनारम्भं कृतवन्तः तत्र तस्मिन् समये एव कृतवन्तः लक्ष्ये वदतु. लक्ष्ये अस्ति, अलक्ष्ये अपि अस्ति इति. उत्तमम्. इत्युक्ते अलक्ष्येषु वृत्तित्वं यत्र अस्ति तदस्ति अतिव्याप्तिदोषः खलु. स्मरति वा भगिनि इदानीम्? इत्युक्ते शृङ्गित्वम् इति वदामः चेत् तत्र धेनोः लक्षणं शृङ्गित्वम् इति वदामः चेत् शृङ्गित्वम् इति केवलं धेनौ न परन्तु अन्येषु मृगेषु अपि अस्ति खलु. तर्हि तत्र अतिव्याप्ति इति दोषः आगच्छति. उत्तमम्. रामप्रिया भगिनी भवती पठति वा? आम् इतः दलद्वयम् आदाय चिन्तयामः. प्रथमद्वितीयदलं चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्न इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षविषयत्व अभावः इति. एतद्दलद्वयमेव अस्तु लक्षणम् इति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः. तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिः अपि गृह्यते. न हि सा चक्षुष इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं शक्यते. तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते. एवं चक्षुर्भिन्न इन्द्रियग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति. अतः रूपत्वे अतिव्याप्तिः. अत्र अस्ति यदा दलद्वयं स्वीकुर्मः चेत् किं दोषः अभवत् वा न वा इति. अत्रापि अतिव्याप्तिः दोषः अभवत् इति एव अस्ति. किमर्थम् इत्युक्ते प्रथमदलमस्ति चक्षुः ग्राह्यरूपं, तृतीयमस्ति चक्षुः मात्र. तदेव दीर्घवाक्येन दत्तमस्ति. किम् अभवत् इत्युक्ते यथा घटे विद्यमानरूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिः अपि गृह्यते. यदा वयं घटे चक्षुरिन्द्रियेण रूपं गृह्यते चेत् तस्य जातिः अपि रूपत्वजातिः अपि वयं गृह्यते. न हि सा चक्षुषः इतरैः तद् चक्षुषा एव न इतरग्राणादिभिः इन्द्रैः वयं ज्ञातुं शक्या. अस्ति खलु आरम्भे न हि इति अस्ति. तदेव सा इत्युक्ते जातिः. न हि सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं शक्या. न इति पदस्य अन्वयः भवति शक्या इति पदेन. न शक्या, न शक्या इत्युक्ते तत्र एकः नियमः अस्ति. तत्र येन इन्द्रियेण तत्र गुणस्य अथवा यस्यापि ज्ञानं भवति तेनैव द्वारा, येन मार्गेण तेनैव द्वारा तस्य जातेः अपि ज्ञानं भवति. इत्युक्ते रूपम् इति रूपस्य ज्ञानं चक्षुषा भवति चेत् रूपत्वम् अपि चक्षुषा एव भवति. रूपत्वम् इति तस्य जातेः ज्ञानमपि चक्षुषा एव भवति. तर्हि अपि च इदानीं रूपम् इति तत्र मात्र इति पदेन तत्र चक्षुभिन्न इन्द्रियेण इन्द्रियैः तस्य ज्ञानं न भवति. रूपस्य ज्ञानमपि भवति न भवति. रूपस्य ज्ञानं न भवति इति कारणात् रूपत्वस्य ज्ञानमपि न भवति. इतरैः इन्द्रियैः तर्हि इदानीम् अग्रे किमस्ति इति पठित्वा वदतु भगिनि. तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते. प्रथमदलमस्ति चक्षुर्ग्राह्यत्वं एवं चक्षुर्भिन्न इन्द्रियग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति, अतः रूपत्वे अतिव्याप्तिः. तत् मया सम्यक्तया न अवगतं भगिनि. यद्वयं पूर्वं परिशीलितवन्तः तदेव, इत्युक्ते तस्यां जातौ प्रथमदलम् इत्युक्ते तत्र रूपत्वम् इति जातौ चक्षुग्राहत्वं वर्तते यथा तत्र अस्ति खलु. तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिः अपि गृह्यते. इत्युक्ते तत्र रूपस्य ग्राह्यं चक्षुषा भवति चेत् तस्मिन् विद्यमानं तस्मिन् विद्यमाना जातिः रूपत्वम् इति जातिः तस्यापि ग्राह्यं भवति, तस्याः ग्राह्यमपि भवति चक्षुषा एव. तर्हि तत्र प्रथमदलं चक्षुग्राह्यत्वम् इति यदस्ति तेन रूपस्य ज्ञानं रूपत्वस्य ज्ञानं द्वयमपि भवति. एवं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति, इत्युक्ते तत्र चक्षुर्भिन्न इन्द्रियैः तस्य ज्ञानं न भवति इति यथा भवति चेत् तत्र अतिव्यातिदोषः पुनः आगच्छति रूपत्वे. यतोहि रूपं रूपत्वं द्वयोः ज्ञानमपि चक्षुषा एव भवति. अवगच्छति वा? हा हा, इत्युक्ते तत्र चक्षुर्भिन्न इन्द्रियेण तस्य ज्ञानं नास्ति इति तादृश अतिव्याप्तिदोषः तु निवारणं तस्य निवारणं तु अभवत् इदानीम्. परन्तु तत्र जातिः ज्ञानमपि चक्षुषा एव भवति इति कारणात् तत्र जातौ आगच्छति अतिव्याप्ति इति दोषः. यदा वयं चक्षुमात्रग्राह्यः ग्राह्यं रूपम् इति स्वीकुर्मः चेत् तत्र गुणः इति पदं नास्ति चेत् केवलं रूपत्वम् इति जातिः एव अतिव्याप्तिः किल. हा हा, रूपत्वम् इति जातिः एव अतिव्याप्तिः, सत्यम् एव. हा हा हा हा, सर्वासु जातिषु इति जातिषु इति न, केवलं रूपत्वम् इति जातौ तत्र अतिव्याप्तिदोषः आगच्छति. तर्हि इदानीम् अग्रे तत्र द्वितीयतृतीयदलं स्वीकुर्मः चेत् किं भवति, अथवा प्रथमतृतीयदलं स्वीकुर्मः चेत् किं भवति इति पश्येम. परन्तु आगामिकक्षायां तद्विषये किञ्चित् चर्चां कुर्मः करिष्यामः. अस्तु, एकवारं पुनः पठतु शृण्वतु अपि तत्र मुद्रणं शृणोतु. प्रश्नाः सन्ति चेत् आगामिकक्षायां वयं तत् किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.